पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 75 व्यास उवाच श्रुत्वा महेश्वराद्वाक्यं देवाश्चक्रपुरोगमाः दुद्रुवुर्दैत्यसङ्घास्तान् सर्वे सर्वान् समं ततः आजगाममहाबाहुकुम्भो नाम महासुरः नैहृदो यक्षराजानं गदया चाहनद्भृश्यं गुह्यकेशो गदापादैर्जघानभृशमुत्तमं ततोऽन्योन्यं गदायुद्धमभवद्भीषणं तयोः चक्रबन्धं महाबन्धं पुरोवध्यनिबन्धनं प्राचुरं भीषणं व्यानं स्फोटतैलाभिवास्तिकं तेन कृत्वा महायुद्धमवसाने धनेश्वरः पादयामास तं स्फोटं तस्य कुम्भस्य चोरसि भग्नदंष्ट्रस्तदकुम्भो निपपादमहीतले स्यन्दनस्थो महावीर्यो जम्भो हरिहयं तदा जखानशरसंखैश्च तथैवैरावणं भृशं वासवो विदुरेणैव संबिभेदासुरोत्तमम् सपपादधरा पृष्ठे गदासुर्लोहितोक्षितः तथारण्यं सुखोरं च अघोरं घोरमेव च चतुरो गणमुख्यांश्च शक्रिया बिभेदसंयुगे सेनान्यश्चैव प्रत्येकं पादयामास लाघवाद सौरभं सरसंखैश्च जयन्दो वशमानयद शक्रिहस्तं च संह्रादं यमदण्डं नरान्तकं हत्वा च पादयामास स भस्मीकृतविग्रहः कालश्च खड्गपादेन पादयामास बाभ्रवं शक्र्या मृत्यो बिभेदाश्वं तदा निर्घृणकं रणे अग्निना दह्यमानाश्च सप्तैदे च महाबलाः भद्रबाहुर्महाबाहुसुगन्धो गन्ध एव च भौरिको वल्लिको भीम एते सेनाग्रगामिनः रणे सन्दग्धदेहाश्च पेदुरुर्व्यां गदासवः पाशबद्धा महावीर्या वरुणस्य महात्मनः पेदुरुर्व्यां महासत्त्वा शूराशूरभयानकाः शूरस्य रश्मिजालेन निहता पञ्चदानवाः तुरुतुम्बुरुदुर्मेधसाधका साधकाभिधाः क्रूरक्रौञ्चरणेशानमोदसम्मोदषण्मुखाः शरैर्निपादिदा दैत्या संयुगे मादरिश्वना नैहृदो गदया भीमं पादयामास भूतले शूलपादैश्च रुद्राणां सदशो दैत्यदानवाः निपेदुसंयुगे भीता सम्मुखा रणपण्डिताः वसूनां शरपादैश्च शूराणां रश्मिमालिनां मेघानां करकाभिश्च वज्रपादैः सुदारुणैः निपादितारणे दैत्याशदशो बलशालिनः कुबेरस्य गदापादैर्निपतन्ति सहस्रशः शक्रस्य भिदुरेणैव भेदिदा दैत्यपुङ्गवाः असङ्ख्यादा पदन्त्युर्व्यां स्कन्दशक्रिया तथा हताः गणेशपर्शुपातेन पदन्ति मुख्यमुख्यकाः वैकुण्ठकरमुक्तेन चक्रेण तीव्रकर्मणा दैत्यानां प्रवराणां च शिरांसि निपतन्ति कौ शमनो यमदण्डेन कोटिकोटिसहस्रशः अपातयत्तदा भूम्यां कालखड्गेन दानवान् मृत्युशक्रिया तथा दैत्यान् पाशी पाशेन चापरान् पादेन तक्षकादीनां सुधांशो शिशिरेण च अश्वारोही करो मन्यो हनिपाशस्तथा गजान् परिकेण गजं कुम्भे दैत्यानां नाशयत्ततः एवमश्वान् गजांश्चैव लाघवात्सन्न्यपादयत् एवं सिद्धैश्च गन्धर्वैरप्सरोभिर्महाबलैः अन्याभिर्देवताभिश्च समादृगणनायकैः निपातिता महोघोरा एते प्रलयदानवाः शरैश्च खड्गपादैश्च शूलशक्तिपरश्वधैः यष्टिपरिखकुन्तैश्च पादयन्त्यसुरान् सुराः एवं संक्षीयमाणेषु दैत्यराट् समपद्यत आदित्यरथसङ्काशं रथरत्नविभूषितं शादकुम्भमयं दिव्यं खण्डाचामरभूषितं पताकाध्वजसम्पूर्णं रम्यं शक्ररथोपमं समारुह्य महावीरो हिरण्याक्षोऽसुराधिपः जखान शरजालैश्च दुर्निवार्यसुरासुरैः ससैन्यानि गजान्वीरो रथांश्च सह सैन्धवान् पादयामास भूमौ च शतशोधसहस्रशः एवं चरन् स वृन्देषु निखिलेषु दिवौकसां पादयामास दैत्येन्द्रशरौखान् मृत्युसन्निभान् क्रमेण समरे चाध देवसैन्यान्यमन्दधा यथा पुष्करिणी वृन्दे गजकञ्चवनं शितैः शर पादैरथो वेगात् सिंहनादैः पुनः पुनः धरण्यां पदिदा वेगात् तदा दैत्येश्वरस्य च दशभिश्च सुदीक्ष्णाग्रैर्जयन्तं स जखानः रेमन्दं पञ्चभिर्बाणैः शक्रं पञ्चदशेन तु चित्ररथं विंशतिभिः पञ्चविंशतिभिर्गुहम् हेरम्बं त्रिशरेणैव चत्वारिंशच्चरैर्यमं तथैव कालं मृत्युं च पाणिना द्विगुणेन च गुह्यकेशं जगत्प्राणं दशभिर्दशभिश्शरैः षड्भिश्च सप्तभिश्चैव रुद्रान् सर्वान् पृथक् पृथक् वसून् सर्वांश्च सशरैः सिद्धगन्धर्वपन्नगान् दशाष्ट दशभिषड्भिर्युद्धे देवान् भिनत्यसौ ओजौखादधिवीर्या तु शीघ्रलाघवदर्शनान् आपत्प्राप्तासुराभीत्या प्रतिकर्तुं न चेश्वराः महेश शूलसङ्गाशैशरैर्मर्मविभेदिभिः ताडिदा निर्जरा युद्धे मूर्छिता धरणीं ययुः तस्यैव सम्मुखे स्थातुं न शेकुः प्रवरासुराः तदो देवा विनिर्धूतास्त्रिदिवेशेन संयुताः शरण्यं ते हरिं तत्र शरणं ताडिदाययुः यदस्मिन्नन्तरे विष्णुप्राहजिष्णुं खगेश्वरम् अधुना गच्छ दैत्यस्य सम्मुखं रणमूर्धनि नाशाय सततस्तूर्णां गदस्तस्यान्धिकं जवाद सरथं मार्गणैर्भित्वा विष्णुमारोधयज्जवं रथस्य सम्मुखे दैत्य उवाच विष्णुमव्ययम् अन्यसृष्टिं करोम्यद्य हत्वा त्वां च स निर्जरं तदो विष्णुरुवाचेदं गर्जन्तं दैत्यपुङ्गवं शक्तस्त्वं स्पर्धने पाप यदि युद्धे स्थिरो भव तदशरशतैरेव जघानविष्णुमव्ययम् असम्भ्रातः सचिच्छेद यमदण्डनिभान् शरान् पुनः शरसहस्राणि प्रेरयामास तं रणे तांश्च चित्वा शरैः शौरिस्तं च विव्याधमार्गणैः प्रगौरवादहार्याभैः संस्पर्शात् बाणवानलैः शरैश्च भेदकैस्तीक्ष्णैः खगमैश्च मनोजवैः लाघवात् केशवास्त्रस्य तूलशुष्कतृणोपमैः हैमैश्शरसहस्रैस्तु ताडिदो दैत्यपुङ्गवः बाधयाभ्यर्थितक्रुद्धो धृत्वा शिखरिणं रणेः जखान माधवं वेगाधिरण्याक्षो महाबलः तं च संचूर्णयामास गदया लीलया हरिः एवं पर्वतसाहस्रं पादितं तु क्रमेण हि तथैव लाघवाच्चूर्णं हरिणा दानवारिणा पुनर्बाहुसहस्राणि कृत्वा सौ दानवोत्तमः शरैशक्तिभिरत्युग्रैः शूलैः परशुकादिभिः ववर्ष बहुभिर्विष्णुं क्रोधाविष्ठेन चेदसा तांस्तु तेनैव प्रहितांश्चिच्छेद सुरसत्तमाः शरैर्दीप्तैर्महाघोरैरसुराणां भयङ्करैः विव्याध सर्वगात्रेषु शम्भुशूलोपमैशरैः दानवाधिपतिः सङ्ख्ये ह्यव्ययो हरिरीश्वरः स च कश्मलतां गत्वा सर्वशक्तिमनुत्तमां कालजिह्वोपमां घोरामष्टखण्डासमन्वितां हरेरुरसिस्पीने च विद्रुत्या पादयद्रुतं शुशुभेश सुरश्रेष्ठस्तडित्वत्सान्द्रमेखवद ततश्च चुक्रुशुर्दैत्या जयेदि साधुवादिनः ततश्चक्रं दैत्यसैन्ये दानवारिर्व्यसर्जयद तेषां शिरांसि संच्छिद्य माधवं पुनरागमद स दैत्यं शक्रिपादेन पादयामास वैरणे चिरात् संज्ञां समालम्ब्य वह्नि बाणेन केशवम् विजखान रणे क्रुद्धो हरिकौबेरमाक्षिपद तदो मुमोच मायास्त्रं चासुरं चादिदारुणम् सिंहव्याघ्रलुलायांश्च तद्वद्विपसरीसृपान् जखानसमरे विष्णुं हिरण्याक्षः प्रतापवान् ततो मयास्त्रसम्भूतान् शस्त्रास्त्रौकान्नृणे हरिः प्रजिच्छेद शरैरेव शूलेनैव मताडयत स विह्वलिद सर्वाङ्गस्तत्क्षणं लोहितोक्षितः विचकर्ष हरन्विष्णुरसृग्विप्लुदविग्रहः तच्छूलं चत्रुभिर्बाणैः प्रविव्याध सुराधिभः वरूथं सद्वजं केतुं रथं चैवादपत्रकं यं तारं च प्रचिच्छेद दशभिश्च हरिशरैः पादिते च रथे दैत्यसंप्लुत्याध रथं परम् आरुरोह स दैत्येन्द्रः सम्मुखं चाकरोद्बली तदो युद्धं महाकोरमभवल्लोमहर्षणम् हिरण्याक्षस्य च हरेर्लोकविस्मापनं महद अस्त्रयुद्धं तथान्योन्यं कृतप्रतिकृतं च तद तदो नियुद्धे सततं दिव्यवर्षशतं गतं तदो दैत्यो महासत्वो ववृधे वामनो यथा मुखेन जग्राह रुषात्रैलोक्यं सचराचरं भूमण्डलं समुद्धृत्य विवेश च रसातलम् शेषाश्च विविशुर्दैत्यास्तमनुप्रीतिसंयुताः ततो विष्णुर्महातेजा ज्ञात्वा दैत्यबलं महत दधाररूपं वाराहं दैत्यराजजिघांसया धृत्वा क्रोडतनुं विष्णुर्विवेश तमनुद्रुतम् तत्र गत्वा रसामूले रसातलगदां महीं दृष्ट्वा स्वदंष्ट्रयोर्दध्रे लोकाधारां वसुन्धरां तां धृत्वा गच्छतस्तस्य विष्णोरमिततेजसः समाजगाम दैत्येन्द्रो दृष्टं वाग्भिस्तुदन्ननु मायाक्रोडतनुर्विष्णुर्दुर्वचांसि सहनृषा जलोपरि दधारे मां धरां भूधर एव च तस्याम्यस्य स्वसत्त्वं च सचकार तदाचला ततः पश्चात् स संलग्नो दैत्यराट् समुपस्थितः क्रोधेन महदाविष्टो जघान गदया हरिं मायया सुकरो विष्णुस्तां गदां समवञ्चयत। योगयुक्तो यथा मृत्युं कौमोदक्याहनच्छतं ततः पुनारुषाविष्ठो हिरण्याक्षो महाबलः मुष्टिना प्राहरद्देवं दक्षिणे तु भुजे प्रभोः एवं युद्धं महाघोरं सव्यासव्यं गदागदम् परिभ्रमणविक्षेपं कृतानुकरणं तथा ततो ब्रह्मादयो देवा युद्धं पश्यन्ति के स्थिताः स्वस्ति प्रजाभ्यो देवेभ्य ऋषिभ्यश्चेदि च ब्रुवन् ऊचुश्च देवदेवेशं विष्णुं वाराहरूपिणम् मा क्रीड बालवद्देव जह्यमुं देवकण्टकं ततो विष्णुर्महातेजा माया वाराहरूपधृत् ब्रह्माद्यनुमतिं प्राप्य चक्रं प्राक्षिपदुल्बणं सहस्रसूर्यसङ्काशं सहस्रारं महाप्रभं दैत्यान्तकरणं रौद्रं प्रलयाग्निसमप्रभं तच्चक्रं विष्णुना मुक्तं हिरण्याक्षं महाबलम् चकार भस्मसात् सद्यो ब्रह्मादीनां च पश्यतां दैत्यान्तकरणं रौद्रं चक्रं चागमदच्युतं ततो ब्रह्मादयो देवाश्चक्रमुख्याश्च लोकपाः दृष्ट्वा च विधयं विष्णोस्तु वन्दि स्म समागदाः देवा ऊचुः नतास्म विष्णुं जगदादिभूतं सुरासुरेन्द्रं जगदां प्रपालकं यन्नाभिपद्मात् किल पद्मयोनिर्बभूवतं वै शरणं कदा स्मः नमो नमो मत्स्यवपुर्धराय नमोऽस्तु ते कच्छपरूपधारिणे नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः नमोऽस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने प्रलम्बहन्द्रे शिदिवाससे नमो नमोऽस्तु बुद्धाय च दैत्यमोहिने म्लेच्छान्तकायापि च कल्किनाम्ने नमः पुनः क्रोडवपुर्धराय जगद्धितार्थं च युगे युगे भवान् बिभर्तिरूपं त्वसुरा भवाय निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः यश्चेन्द्रमुख्यान् किल लोकबालान् संहेलया चैव तिरश्चकार स वै त्वया देवहितार्थमेव निपातितो देववरप्रसीद त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव पादा त्वमेवास्य युगे युगे च रूपाणि धत्से सुमनोहराणि त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चान्तकाले अदो भवानेव च विश्वकारणं न ते परं जीवमजीवमीश यत्किञ्च भूतं च भविष्यरूपं प्रवर्तमानं च तथैव रूपम् सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृदे च किञ्चिद् अस्तीति नास्तीति च भेदनिष्टं त्वय्येव भादं सद सत्स्वरूपं तदो भवन्तं कदमोऽपि देव न ज्ञातुमर्हत्य विपक्वबुद्धिः हृदे भवत्पादपरायणं जनं तेनागदा स्म शरणं शरण्यम् व्यास उवाच तदो विष्णुप्रसन्नात्मा उवाच त्रिदिवौकसः तुष्टोऽस्मि देवा भद्रं वो युष्मत्स्तोत्रेण साम्प्रतं य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादराद न तस्य दुर्लभं देवास्त्रिषु लोकेषु किञ्चन गवां शतसहस्रस्य सम्यग् दत्तस्य यत्फलं तद्फलं समवाप्नोति कीर्तनाश्रवणान्नरः सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम् अतः परं महाज्ञानं न भूतं न भविष्यति इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे देवासुरसङ्ग्रामसमाप्तौ विजयस्तोत्रं नाम पञ्चसप्ततितमोऽध्यायः ॐ